रसनात् जिह्वा विद्युत् विद्युतः घातेन व्रणिता इव भासत् भवति चेदपि दारुणदानवोदन्तः अति राक्षसीयजनाः पदे पदे भारतदेशम् उत्तरभागतः आक्रम्य आक्रम्य यथा गजनी महम्मद् तदनन्तरं गोरी गोरी महम्मद् इति पदे पदे आगतवन्तः खलु. उत्तरभागे एव सर्वे आक्रान्तवन्तः. युद्धं पदे पदे अभवत्. तत्रत्य सर्वाः सम्पत्तयः सम्पदः सः अपहृत्य गतवन्तः. तत्सर्वं वदति इदानीम्. अतः तत्सर्वं दृष्ट्वा दारुणदानवानाम् उदन्तं वृत्तान्तं यदा वदामः उदीर्णैः तस्य कथनैः अस्माकं जिह्वा अपि न दीर्यते. तथापि लोकसारमयं हृदयं लोहसारमयं हिम् इदानीम् अयः इव बहु लोहः इव कठिनः अभवत् अस्माकं कठिनम् अभवत् अस्माकं हृदयं यतः परसहस्रान् यावनान् यवनदेशतः ये मुसल्मानः आगतवन्तः परदेशैः परदेशेभ्यः तादृशसहस्रान् यावनान् दुराचारान् संस्कृत्यपि अस्माकं हृदयं न विद्यते. भस्मराच्च न भवति. एतावत्पर्यन्तं भस्म दग्धं दग्धम् इत्युक्ते व्रणितमपि न भवति इति वा इति वा अथवा तथा भवति चेदपि वयम् इतोपि जीवामः श्वसिमः विचरामः विचरामः इत्युक्ते चलन्तः अस्माकं प्रति न दैनन्दिकव्यवहारान् कुर्वन्तः एव स्मः वयम्. आत्मनः आर्यवंश्यान् धिक् अस्मान् इति सः आत्मनिन्दनमेव करोति. एतादृशम् आर्यान् मादृशान् आर्यान् अस्मादृशान् आर्यान् आर्यवंश्यान् च अहम् अभिमन्यामहे इति वदति. तत्र भस्मसाश्च न भवति न भिद्यते न भवति इति तादृशदुरवस्थाः सर्वान् श्रुत्वा सर्वाः श्रुत्वा अपि एतावत्पर्यन्तम् अस्माकं हृदयं न दीर्यते शतधना भिद्यते भस्मसात् च वयं न भवामः इत्युक्ते तथा इतोपि स्मः इति तथा आत्मनिन्दनं. केवलम् अस्माकं जीवनस्य कृते श्वसामः हसिमः खादामः इति अन्यथा तावन्तः दुरन्ताः अभवन् इति श्रुत्वा एव एकैकस्यापि भारतीयस्य हृदयं हृदयेन विदारणीयं खलु. तथा न अभवत्. अतः वयं कठिनहृदयाः इति तावत् दुःखम् अनुभूतवन्तः. परन्तुपि वयं जीवामः इतोपि किमपि करणीयम् इति तत्र तादृश प्रादेशिकभाषासु किञ्चित् चिन्तयित्वा पश्यतु. इवळकडदलियं केट्टु कूड एङ्ग हृदयम् उडयामल् इरुक्किरदे इति दुःखं भवति खलु तमिळ्भाषायां. तथा तादृशभावः अत्र. इवन् आफ्टर् हियरिङ्ग् सो मच् इट् इस् ए वण्डर् दट् वि आर् नाट् डेड् इति अर्थः. अस्तु. अत्र परस्सहस्रान् इति एकं पदम् अस्ति खलु. तत्र समासः भवति सहस्रात् परः परसः परशतम् इत्युक्ते शतात् परः इति. अस्तु. आम् महोदय. उपक्रमम् अमुम् आकर्ण्य अवलोक्य च मुनेः विमनायमानं हरिद्राद्रवक्षालितभिवदनं निपतद्वारि बिन्दुनी नयने अञ्चितरोमकञ्चुकं शरीरं कम्पमानम् अधरम् भज्यमानं च स्वरम् अवागच्छत्। सकल अनर्थमयः, सकल वञ्चनामयः, सकल पापमयः, सकल उपद्रवमयश्च अयं वृत्तान्तः इति। अत एव तावत् पर्यन्तं वदतु। अस्तु, हा, ए ए उपक्रमम् अमुम् आकर्ण्य अवलोक्य च मुनेः विमनायमानं हरिद्राद्रवक्षालितव्यवदनं, मुनेः वदनमेव एतद् अभवत् किं महोदय? या तत्र एवं भवति, हरिद्राद्रवक्षालितं पीत पीतवदनं, तत्र साधारणतया वृद्धानां चर्म अनन्तरं मुखम् एतत् सर्वं यदा जरा भवति तदा किञ्चित् शुष्कमपि भवति, अनन्तरम् अधिकश्वेतवर्णीयः भवति अथवा श्वेतवर्णीयः भवति शरीरं, यतः रक्तस्य किञ्चित् न्यूनतायाः कारणात् जरायाः कारणात् किञ्चिदिव तेषां धूम्रवर्णं, धूम्रवर्णम् इति अपि न, किञ्चिदिव श्वेतवर्णं, पेल् इति वदामः खलु, विच्छायं भवति, विच्छायं भवति तेषां। साधारणतया चर्मणः वर्णः स्वभावतः यः वर्णः अस्ति ततोपि किञ्चित् आशन् एव भवति इति, किञ्चित् पेल् भवति इति रक्तशुष्कतायाः कारणात्, तदा एव किञ्चित् हरिद्राद्रवक्षालितमिव वदनं, हरिद्राद्रवेण क्षालितम् इव किञ्चित् पीतवर्णीयं, पीतवर्णीयः अस्ति, पीतवर्णीयः भवति। तदेव अश्रुभ्यां नयनाभ्याम् अश्रुणि अश्रुपूर्णनयने रोमाञ्चकम् अपि रोमाञ्चनमपि अभवत्। अञ्चितरोमकञ्चुकं शरीरं शरीरम् अस्तु, रोमकञ्चुकम् इत्युक्ते तत्र रोमाञ्चं न, तत्र तस्य शरीरस्य सर्व उपरि, देहस्य उपरि अधिकरोमाणि वर्तन्ते इदानीं, रोमकञ्चुकमिव रोमकञ्चुकमिव वर्तते इति, यतः बहु वर्षाणि यावत् समाधौ अस्ति चेत् कथं भवति। अनन्तरं विमनायमानम् इति, तस्य दुर्मनायमानम् इति दुःखयुक्तं भवति इति, उपक्रमम् इत्युक्ते केवलम् उपस्थापनं, इदानीं यत् ब्रह्मचारीगुरुः उक्तवान् तत् केवलम् उपस्थापनमेव, भारतवर्षे कथं भवति इति तावदेव, इतोपि सः विस्तरेण न उक्तवान् अस्ति, अतः तत्तु उपक्रमं, तत् उपस्थापनम् आकर्ण्य तस्य मुखम् अवलोक्य एव मुनेः एतत् सः योगिणः शरीरं कथम् अस्ति इति सर्वम् अस्ति। अपि च कम्पमानम् अधरम्, अधरं कम्पितमस्ति, भज्यमानं च स्वरं, स्वरमपि स्वरस्य अपि विघातः, सकलपापमयः अवागच्छत्, सकल अनर्थमयः, सकल वञ्चनामयः, सकल पापमयः, सकल उपद्रवमयश्च अयं वृत्तान्तः इति सः वदति, सः वदति यन्त्र अग्रेपि वदति। अत एव तत् स्मरणमात्रेण अपि खिद्यते एष हृदये, तन्नाहम् एनं निरर्थं जिग्लापयिष्यामि न वा चिखेदयिष्यामि इति च विचिन्त्य ग्लपयितुमिच्छामि इति, अपि च खेदयितुमिच्छामि, चिखेदयिष्यामि इति विचिन्त्य अस्तु, अग्रे अन्य कोऽपि पठति किं? तथा सः चिन्तयति, तत्र किञ्चित् पूर्वतनपृष्ठं दर्शयतु। तत्र सकलानर्थमयः वञ्चनामयः एषः वृत्तान्तः स्मरणमात्रेणापि एतत् सर्वं जायते, अतः अहम् अधिकं तं न ग्लापयिष्यामि, ग्लानिं न आनयामि इति. ग्लापयिष्यामि इत्युक्ते ग्लानिं ग्लानिम् न अस्तु आनयामि, शिखेदिष्यामि इति अहं तं खेदं खिन्नं न करोमि इति. करोमि इति. तथापि किञ्चित् वदति एव सः सङ्ग्रहेण वदति. अहं पठामि वा? मुने, विलक्षणः अयं भगवान् सकलकलाकलापकलन सकलकला कालनः करालः कालः कालः. अत्र पश्यतु, कला कला करा न नकारस्य ककारस्य लकारस्य अधिक पुनरावर्तनं भवति खलु. सकलकला कलापकलनः सकलकालनः करालः कालः. स एव कदाचित् पयः पूरि पयः पयः पूरपुरि धान्य धान्यकूपार तलानि. न न, पयः पूरपूरितान्यकूपार तलानि. पूरिता अन्य इति न, पूरितान्यकूपार तलानि. पूरितान्यकूपार तलानि मरुकरोति सिंहव्याघ्रभल्लूकगण्डकफेर फेरु शशसहस्र व्याप्तानि अरण्यानि जनपदीकरोति मन्दिरप्रासादहर्म्य शृङ्गाटक चत्वारोदन ताडाग गोष्ठमयानि चत्वरोद्यान तडाग गोष्ठमयानि नगराणि च कानानि करोति. एतावत्पर्यन्तम् अर्थं पश्यामः. अत्र किं वदति, भगवान् विलक्षणः अयम् इति. तस्य स्वभावः, तस्य गुणः, तस्य व्यवहारः भगवतः कथं भवति इत्युक्ते, सः सर्वस्वतन्त्रः, सर्वशक्तः, सर्वतोमुखः इति जानीमः. अतः सः एव भिन्नभिन्नं रूपं स्वीकृत्य सृष्टिं करोति, स्थितिं रक्षणं करोति, अनन्तरम् अन्ते प्रलयमपि सः एव जनयति. अतः क्रियायाः जगत्स्थितेः कार्यत्रयमपि सः एव करोति, तदर्थं सः एव नियामकः इति. अतः सकलकलाकलापकलनः, सर्वविधकलानामपि, कलानां समूहानाम् अपि निर्माता सः एव, सः एव सर्वं करोति. अतः सः इत्युक्ते भगवान् इति उक्त्वा अनन्तरं कः, कस्मिन् रूपे इत्युक्ते कालः, कालः गच्छति गच्छति, एकं क्षणं यावदपि कालः न स्थगनं प्राप्नोति, सर्वदा चलन्नेव भवति कालः, कालपुरुषः. करालः कालः सः इति. सर्वं कलापं सः एव करोति. किं करोति इत्युक्ते, परिवर्तनं कुर्वन्नेव भवति. जगत् इति अस्य विश्वस्य नाम किं, जगत् इति नाम इत्युक्ते सर्वदा तत्र परिवर्तनं भवति. जगत् एव अस्ति. जगत् इत्युक्ते चलनं, गति, गत्यर्थकधातुः. चलनं भवदेव अस्ति इति कारणात् एव अस्य जगत् इति नाम, प्रपञ्चस्य जगत् इति नाम. तत्र किं भवति, प्रथमं परिवर्तनम् अस्मिन् क्षणे, क्षणं यदस्ति, अग्रिमक्षणं तत् क्षणं नास्ति, तद् गतम्. अतः कालस्य परिवर्तनम् अभवत्. इतोपि पञ्चदशनिमिषेषु किं भवति, कालस्य तावत् गतिः अभवत्, अस्माकं वयसि तावान् कालः गतः. अनन्तरं स्थितौ एव, परिस्थितौ एव तथा भवति, किमपि परिवर्तनं भवति. अतः एव जगत् इति अर्थः, सर्वदा चलन्नेव अस्ति. परन्तु स्वाभाविकतया, तस्य लौकिकतया वदामः चेदपि जगत् जगत् एव अस्ति खलु, सर्वदा परिवर्तयति खलु, परिवर्तते. सूर्यः न परिवर्तते खलु, विज्ञानरीत्या अपि अतः अत्र यद्यपि अहं काव्येषु पुराणेषु सूर्यः सर्वदा गतिः, तस्य अश्वानां सप्त सप्त अश्विनः खलु, सप्ताश्वरथिनः सूर्यः, अहं गच्छनेयम् अस्ति इति, तत्र अर्थः भूमिः एव गच्छति इति. रावणः अपि सूर्यस्य विरुद्धं तस्य वरग्रहणानन्तरं, वरप्राप्तेः अनन्तरं स्वशक्तिं प्रदर्शयितुं सर्वत्र युद्धं कृत्वा कर्तुं गतवान् इति अहम् एकवारम् उक्तवती इति मन्ये. सूर्यं प्रति अपि गच्छति, अहम् इदानीं बहु बलशाली अस्मि, मया सह युद्धं करोतु, अन्यथा अपजयं प्राप्तवान् इति वदतु, तथा निर्बन्धं करोति. सूर्यः वदति, भवता सह युद्धकरणेन मम किं प्रयोजनं, मम केवलं समयव्यर्थसमयः, मम कर्तव्ये अहं निरतः अस्मि, सर्वदा मया गन्तव्यमेव गतिः, मम रथः एकक्षणमपि कुत्रापि न स्थाप्यते, अतः मम कालगतिः, मम गतिः कालगतिः इव, अतः मया सह युद्धं कर्तुं, भवता सह युद्धं कर्तुम् अहं न इच्छामि, गतामि, अप चिन्ता नास्ति, अहम् अपजयं प्राप्तवान् इति वदामि, चिन्ता नास्ति इति सूर्यः वदति. अतः रावणः अहङ्कारेण अहमेव जितवान् चितवान् इत्युक्त्वा गच्छति. अन्यत् रामायणे इतोपि एकः सन्दर्भः भवति, आञ्जनेयस्य विषये, आञ्जनेयस्य गुणकथनं करोति श्रीरामः. तदा आञ्जनेयः कतिषु कलासु सः समर्थः अस्ति इति सर्वं वदति श्रीरामः. आञ्जनेयः सूर्यात् एव व्याकरणम् अधीतवान्, आञ्जनेयः व्याकरणशास्त्रं सर्वं. सूर्यस्य गतिः सर्वदा चलनमेव. तदा ब्रह्मदेवः आञ्जनेयम् उक्तवान्, सूर्यस्य सकाशात् विद्याभ्यासं करोतु, व्याकरणशास्त्रं पठतु इति ब्रह्मदेवः उक्तवान्. तदा आञ्जनेयः यदा सूर्यं प्रार्थयते, सः वदति, अहम् एकस्मिन् स्थले न तिष्ठामि, अहं गच्छन्नेव भवामि, भवानेव गच्छन्नेव माम् अनुसरति चेत् अहं शिक्षयामि, अहं पाठयामि इति. तथा आञ्जनेयः अपि तस्य पृष्ठतः गत्वा गच्छन्नेव व्याकरणशास्त्रं सर्वम् अधीते. तथा सर्वत्र गतिः अस्ति एव इति, कालस्यपि तथा एव गतिः अस्ति इति. तेन कारणेन भिन्नभिन्न ऋतवः आगच्छन्ति, ऋतवः भिन्नभिन्नाः भवन्ति चेत् कालस्य परिवर्तनेन ऋतवः आगच्छन्ति चेत् तदा भूमेः स्थितिः, प्रकृतेः स्थितिः कथं भवति, तदनुसारम् औष्ण्यं भवति, शैत्यं भवति, वसन्तकालः भवति, अनन्तरं वर्षाकालः भवति, पुनः शैत्यकालः भवति इति ऋतूणां क्रमेण तदापि कालस्य अपि परिवर्तनं, स्थितेः अपि परिवर्तनं भवति खलु. अनन्तरं नदी, वर्षाकालः भवति चेत् नदीनां स्थितिः कथं भवति, बहु उन्नतं भवति, वारिपूर्णाः भवन्ति नद्यः, तथा सर्वदा परिवर्तनम् अस्ति. तत् सर्वेषामपि कारणं भगवान् कालः इति. स एव कदाचित् पयःपूरपूरितानि अकूपरतलानि मरुकरोति, कदाचित् पूर्णतया जलं भवेत्, तदनन्तरं कालस्य गतेः कारणेन तत् मरुभूमिः अपि भवितुम् अर्हति. वयं भूगोलशास्त्रं पठितवन्तः चेत्, फिसिकल् जोग्रफि पठामः चेत् अवगम्यते, पूर्वं खण्डानां भिन्नभिन्नखण्डाः सन्ति खलु, अमेरिका, आस्ट्रेलिया इति पूर्वभागे, पश्चिमभागे, तत् सर्वं एक गोलाकारम् एव, मध्ये एवं पश्चिमार्धगोलं, पूर्वार्धगोलम् इति वैविध्यमेव न आसीत्, भिन्नरीत्या आसीत्, परन्तु तथा वैविध्यम् अभवत्. यत्र यत्र जलम् आसीत् तत्र तलम् अभवत्, यत्र तलम् आसीत् तत्र जलम् अभवत्, एवं परिवर्तनं भवति एव सर्वदा. तत् सर्वं कालपुरुषः एव करोति. पयःपूरपूरितानि अकूपारतलानि इत्युक्ते जलयुक्तस्थलानि मरुकरोति, सर्वं जलं शुष्कं शुष्कीकृत्य मरुभूमिरीत्या करोति. सिंहं व्याघ्र तत् पठितं किं? सिंहं व्याघ्र कल्लूकगण्डकपेरु शशसहस्रव्याप्तानि अरण्यानि जनपदीकरोति. अरण्यानां परिवर्तनं नगरस्य रीत्या भवितुमर्हति. मन्दिरप्रासादहर्म्यशृङ्गाटकचत्वरोद्यानतडागगोष्ठमयानि नगराणि. नगरेषु किं भवति, कानि कानि भवन्ति? मन्दिराणि, अनन्तरं प्रासादाः, हर्म्याः, हर्म्यं भवनानि. फेरु इत्यस्य अर्थः न, तत् क्षम्यतां, तत्तु प्राणिनां विषये आगच्छति. सिंह व्याघ्र भल्लूक गण्डकः इत्युक्ते खड्गमृगः, गेण्डामृगः इति वदामः खलु, रैनासरस्, तत्र गण्डकः गेण्डामृगः इत्यपि वदन्ति. अनन्तरं फेरु इत्यस्य शृगालाः, शशः, सहस्र भिन्न क्षम्यतां, तादृश सहस्रशः मृगाणां समूहः यत्र भवन्ति साधारणतया अरण्येषु भवन्ति, तादृश अरण्यानां नगरेण नगररूपे परिवर्तयति. तदा जनपदीकरोति इत्युक्ते जनवासस्थलं भवति तादृश अरण्यानि. अतः मन्दिरप्रासादः तत्र नगरेषु कानि कानि भवन्ति? मन्दिराणि, प्रासादाः, हर्म्याणि. शृङ्गाटक इत्युक्ते चतुष्पथम् इति, यत्र नगरेषु तत्र तत्र भवति खलु चतुष्पथं. तत् अनन्तरं चत्वरोद्यानम् इत्युक्ते तद् तत्र तस्य अर्थः दत्तः अस्ति, चत्वरम् इति अङ्गणम् इति, तत्र कोर्ट् यार्ड् इति वदामः खलु, तादृश व्यवस्था. अनन्तरं तटागं, तडागं, सरोवरः, गोष्ठम् इत्यादिरूपेण नगराणि भवन्ति. अतः नगराणि च खाननीकरोति, खाननं नगरीकरोति. इतोपि पठतु महोदय, भवानेव. अस्तु. निरीक्षितान् कदाचित् अस्मिन्नेव भारते वर्षे यायजूकैः राजसूयादियज्ञा एव, तत्र स्थलं नास्ति इति मन्ये. राजसूयादियज्ञ व्ययाजिषत कदाचित् इह एव वर्षवातातपहिम साहानि तपांसि अतापिशत इत्यादीनि सर्वाणि आत्मनेपदित्वं लुङ्लकारादि लुङ्लकारे क्रियापदानि तानि सर्वाणि. अत्र राजसूयादि यज्ञाः व्ययाजिषत इति बहुवचनम् इत्युक्ते यज्ञाः कृताः इति. अत्र अस्मिन्नेव भारते वर्षे, भरतखण्डे एव पूर्वतनकाले, कदाचित् इह एव वर्ष वातम् आतपं हिमम् एतत् सर्वं सोढ्वा हिमसहानि तपांसि इत्युक्ते सर्वान् एतादृश प्रकृतेः कालानि भिन्नभिन्न ऋतूनां तत्र बाधाः अपि सोढ्वा तपस्विनः ऋषयः तपांसि कृतवन्तः. अतापिशत इत्युक्ते कृतवन्तः, तपः कृतवन्तः. परं सम्प्रति तु म्लेच्छैः गावः हन्यन्ते. पूर्वकाले तथा पुण्यकार्याणि कृतानि, तावन्ति भवनानि आसन्, तादृश भूमिः इदानीं कथम् अस्ति इत्युक्ते म्लेच्छैः गावः हन्यन्ते, वेदा विदीर्यन्ते, स्मृतयः सर्वत्र वेदाः विदीर्यन्ते, स्मृतयः समृद्ध्यन्ते, मन्दिराणि मन्दुरीक्रियन्ते, सत्यः पात्यन्ते. पश्यतु तत्र तत्र यत्र यस्य पदस्य अर्थः नावगम्यते अत्र झटिति अत्र एव पश्यतु. यायजुकः इत्युक्ते इज्याशीलः, ये यज्ञं कुर्वन्ति, याज्ञिकाः इति अर्थः. अनन्तरं व्ययाजिषतः कृताः तदपि उक्तम्। ओ तत्र न तु लुङ् यङेः यजेः लुङि आं लुङ् लकारः एव यजि इति धातोः। अतापिषत तप्तानि तपांसि तप्तानि मन्दुरी क्रियन्ते इत्यस्य अर्थः वाजिशाली क्रियन्ते इत्युक्ते नगराणि अश्वशालारीत्या कुर्वन्ति खलु भवति स्टेबल् रीत्या भवति इति प्रासादः अपि अन्तरम् अनन्तरं स्मृतयः समृध्यन्ते समृध्यन्ते इत्युक्ते अर्थः तत्र किमिति उक्तम् अत्र नास्ति मृद्यन्ते मर्दयति इति संमृद्यन्ते तस्य कर्मणि मर्दयति इति मृद् इति चिन्तयामि यतः तत्र अल्पप्राणः एव खलु आम् सम् अस्तु संमृद्यन्ते इति भवति उत्तमं मर्दन् नाशं प्राप्नोति इति तावदेव स्मृतयः नाशी नष्टः भवति नष्टाः भवन्ति इति अस्तु मन्दिराणि मन्दुरीक्रियन्ते अस्तु मन्दिराणां परिवर्तनम् अश्वशालारीत्या अनन्तरं सत्यः पात्यन्ते सत्यः पात्यन्ते सत्यः सत्यः इत्युक्ते कः सत्यं न न सत्यः विसर्गः नास्ति बहुवचनं सत्यः पतिव्रताः स्त्रियः सती सत्यौ सत्यः इति पतिव्रता स्त्रियः पात्यन्ते तेषाम् अपमाननं क्रियते सन्तश्च सन्ताप्यन्ते सज्जनाः सज्जनाः तेपि नाशं प्राप्नुवन्ति अथवा व्यथां प्राप्नुवन्ति बाधिताः भवन्ति मुसल्मानानां कार्येण अस्तु सर्वम् एतत् अग्रे अहमेव सर्वम् एतत् महात्म्यं तस्य एव महाकालस्य इति महाकालस्य इति कथं धीरधौरेयः अपि धैर्यं विकलयसि तदेव इत्युक्ते भवतां धैर्यम् अपाकरोति इति अर्थः त्यजति धीरधुरन्धरः धीरधुरन्धरः इति अर्थः धीरधौरेयः इत्युक्ते धीरतामेव धीरतानाम् अग्रभागे अस्ति इति धुरी अस्ति इति धीरधौरेयः शान्तिम् आकलय्य अतिसंक्षेपेण कथय यवनराज्य वृत्तान्तं न जाने किम् इति अनावश्यकम् अपि शुश्रूषते मे हृदयम् इति कथयित्वा तूष्णीम् अवतस्थे सः ऋषिः एव एतत् सर्वम् उक्तवान् सः वदतु इति योगी इदानीं तु मुनिः वदति ब्रह्मचारी गुरुः वदति अग्रे विस्तारेण वदति देवभगिनी पठति कस्य इदानीं क्रमः सन्ध्या अथ स मुनिः भगवन् धैर्येण प्रसादेन प्रतापेन तेजसा वीर्येण विक्रमेण शान्त्या श्रिया सौख्येन धर्मेण विद्यया च सममेवं परलोकं सनाथितवति तत्र भवति वीरविक्रमादित्ये शनैश्शनैः पारस्परिकविरोधविशिथिलीकृतस्नेहबन्धनेषु राजसु भामिनी भ्रूभङ्गभूरिभावप्रभावपराभूतवैभवेषु भटेषु स्वार्थचिन्तासन्तानवितानैकतानेष्वात् तमेषु अमात्यवर्गेषु अमात्येषु अमात्यवर्गेषु प्रशंसामात्रप्रियेषु प्रभुषु इन्द्रस्त्वं वरुणस्त्वं कुबेरस्त्वम् इति वर्णनामात्रसक्तेषु जनेषु कश्चन गजनीस्थाननिवासी महामदो यवनः ससेनः प्राविशत् भारते वर्षे स च प्रजा विलुण्ठ्य मन्दिराणि निपात्य प्रतिमा विभिद्य परशतान् जनांश्च दासीकृत्य शतश उष्ट्रेषु विभागं कृत्वापि पठतु शतशः उष्ट्रेषु शतशः उष्ट्रेषु रत्नान्यारोप्य स्वदेशम् अनैषीत् अनैषीत् इदानीम् अर्थं वदतु आम् इति एषः इदानीं ब्रह्मचारिगुरुः एतत् वदति इतोपि वदन् अस्ति अग्रेपि गच्छति परन्तु तावत् पर्यन्तं वदतु आम् तर्हि वदति धैर्येण प्रसादेन इत्युक्ते तत्र प्रसन्नतायाः प्रतापेन पराक्रमेण तत्र पराक्रमेण तेजसा किम् अग्रे तत्र वीर्येण विक्रमेण पुनः पराक्रमेण एव शान्त्या श्रिया इत्युक्ते तत्र धनमासीत् तेषां सरल यत्र यत्र अर्थः सरलः सन्ति तत्र अग्रे गच्छतु अस्तु सौख्येन धर्मेण विद्यया च समं परलोकं तेषां सर्वेषां समूहेन सह सममेव परलोकं समाचितवान् परलोकं सनाथितवती तत्र भवति विक्रम इत्युक्ते वीरविक्रमादित्यः यदा परलोकं गतवान् इति इहलोकं त्यक्त्वा परलोकं गतवान् शनैः शनैः पारस्परिकविरोध विशिथिलीकृतस्नेहबन्धनेषु राजसु तर्हि राजानः तेषां पारस्परिक विरोधः सञ्जातः अपि च परस्परं यः स्नेहबन्धनम् आसीत् तत् सर्वं विशिथिलीकृतम् अभवत् तेन परस्परं तेषाम् ऐकमत्यं नाशितम् अतः ते परस्परं विरोधं प्राप्तवन्तः राजानः सर्वे तथा आसन् इति कारणेन शत्रवः बहु सुलभतया आगत्य सर्वम् अपहृतवन्तः नाशं कृतवन्तः खलु एतत् सर्वम् अभवत् यतः प्रायः विक्रमादित्यः इदानीम् इहलोके राज्यं न करोति इति इत्युक्ते एकः महान् राजा आसीत् सः नास्ति अधुना इति अत्र एतत् पश्यतु जनाः सर्वे यदा राजानः सन्ति सम्यक् पालयन्ति पोषयन्ति भवति चेत् ते सनाथाः राजा नास्ति चेत् ते अनाथः भवन्ति तथा एव अपत्यानि अपि तः बालकाः बालिकाः अपि यावत्पर्यन्तं मातापितरः भवन्ति तावत्पर्यन्तं ते सनाथाः ते दिवङ्गतः चेत् बालाः किं भवन्ति अनाथाः भवन्ति इदानीं सः वीरविक्रमादित्ये तत् तेन तस्य पूर्णतया कीर्त्या सह परलोकं सनाथितवान् इत्युक्ते परलोके विक्रमादित्यसदृशराजा न आसीत् इति कारणात् यदा एषः परलोकं गतवान् तत् परलोकमेव सः सनाथीकृतवान् इति तस्य यजमानः भूत्वा तत्र धर्मकार्यं तत्र कर्तुम् आरम्भं कृतवान् इति अर्थः सनात्र तु नामधातुः सनाथितवान् समाथितवती इति सप्तमी सतिसप्तमी भवति अतः सनाथितवती तत्र भवति वीरविक्रमादित्ये इति सतिसप्तमी प्रयोगः शनैः शनैः परस्परम् अनैकमत्यम् आसीत् विरोधस्य कारणेन राजा परस्परस्नेहपूर्णाः ये राजानः आसन् तेषां स्नेहबन्धः शिथिलीकृतः तदा तदा भामिनी भ्रू तत्र भ्रूभङ्ग अस्ति अथवा भ्रभङ्ग अस्ति, तत् किम् अस्ति? भ्रूभङ्ग एव, एव तत्र केवलं पठतु पूर्णतया, तत्र पठनं सम्यक् भवति। भामिनी भ्रूभङ्ग भूरिभावप्रभावपराभूतवैभवेषु भटेषु स्वार्थचिन्ता सन्तानवितानैकतानेष्वमात्यवर्गेषु प्रशंसामात्रप्रियेषु प्रभुषु इन्द्रस्त्वं वरुणस्त्वं कुबेरस्त्वम् इति वर्णनामात्रसक्तेषु बुधजनेषु कश्चन गजिनी रथानिवा गजिनी स्थाननिवासी महामदो यवनः ससेनः प्राविशत् भारते वर्षे इति पठनं भवती पूर्णतया पठितवती, अहं जानामि, एकवारं दर्शितवती तवदेव। तत्र तं भागं भागस्य अर्थं वदतु। भामिनी भ्रूभङ्ग भूरिभाव प्रभाव पराभूत वैभवेषु भटेषु, तावत्पर्यन्तम्। तर्हि अत्र भटाः इत्युक्ते कः अर्थः? अत्र भटाः सैनिकः राजभटाः सन्ति। तर्हि भामिनी भ्रूभङ्ग भूरिभावप्रभाव पराभूतवैभवेषु इत्युक्ते तत्र तेषां वैभवः पराभूतः निष्क्रान्तः इति। अनन्तरं अत्र पराभूत इत्युक्ते पराजिताः भवन्ति, कैः इत्युक्ते केवलं स्त्रीभिः, स्त्रीणां भ्रूभङ्गं भ्रूविलासम् इत्युक्ते तेषां भ्रुवोः चलनं भवति खलु, तदेव भ्रूभङ्गं। तस्य भूरिभावप्रभाव बहु तस्य शक्तियुक्तं भवति, तत्र भ्रूभङ्गानि आदीनि शक्तियुक्तानि भवन्ति, तेन तेषां प्रभावेन पराजिताः भटाः, तेषां यत्किञ्चित् धनम् आसीत् वैभवः इत्युक्ते तेषाम् ऐश्वर्यं तत्सर्वम् अपहृतम् इति हेतः तेषां स्त्रीमोहस्य कारणात्। ते गणिकास्त्रियः भवन्ति खलु, ते तासां समीपे गत्वा भटाः राजभटाः सर्वे नाशं प्राप्तः, धन तेषां धनं नष्टम् अभवत् इति। अनन्तरं स्वार्थचिन्ता सन्तानवितानैकतानेषु अमात्यवर्गेषु, तर्हि अमात्याः सर्वे तत्र स्वार्थं स्वार्थचिन्तनेन एव सन्तानवितानैकतानेषु इत्युक्ते किम् अग्रे पश्यामः। एकतानेषु इत्युक्ते केवलं एकस्मिन् विषये एव आसक्ताः इत्युक्ते स्वार्थचिन्ता, अनन्तरं तेषां सन्तानवर्गस्य सन्तानवितान इत्युक्ते सन्तानपरम्परायाः तेषां सुखभोगम् एव भोगः एव तेषां मनसि, तदर्थं तस्य लाभाय कार्यं कृतवन्तः अमात्यवर्गेषु, अमात्यवर्गाः भिन्नभिन्नदुष्कार्येषु प्रवृत्ताः तेषां तस्मिन् सन्दर्भे। अनन्तरं प्रशंसामात्रप्रियेषु प्रभुषु, ये प्रभवः राजानः आसन् ते केवलं प्रशंसाम् एव इच्छन्ति स्म। इन्द्रस्त्वं वर्णस्त्वं कुबेरस्त्वम् इति वर्णनामात्रसक्तेषु बुधजनेषु इत्युक्ते केवलम् इत्युक्ते बुधजनाः पण्डिताः केवलं तत्र ते पण्डिताः केवलं प्रभवः प्रशंसाप्रियाः अभवन्, अतः पण्डिताः अपि प्रशंसामेव कर्तुम् आरब्धवन्तः। ते प्रभवः प्रशंसा प्रियाः अस्तु, तादृशप्रशंसां कृत्वा स्वलाभमपि प्राप्नुवन्ति के? बुधजनाः, बुधजनाः पण्डिताः तमेव धीरेन्द्रः देवेन्द्रः वरुणः कुबेरः इति प्रशंसां कुर्वन्ति चेत् तेषां लाभः भवति, धनलाभः भवति, बहुमानं स्वीकुर्वन्ति, अतः तादृशविषयेषु ते आसक्ते जनेषु पण्डितेषु आसक्तेषु। तस्मिन् समये गजनी निवासी महामदः यवनः सेनया सह भारतं प्राविशत् इति, स सः च प्रजाः विलुण्ठ्य प्रजानां लुण्ठनं कृत्वा मन्दिराणि निपात्य प्रतिमाः विभिद्य परश्यतान् जनान् परश्यतान् परश्यतान् जनान् जनान् च दासीकृत्य शतशः उष्ट्रेषु रत्नानि आरोप्य स्वदेहम् अनैषीते. तादृशं सः बहुवारम् आगतवान् आसीत् खलु सः अपि महामदः महामदः महान् मदः यस्य सः महामदः मोहम्मद् तादृश पदनिर्माणं बहु सम्यक् भवति. आमामाम् एतेन अस्माभिः तस्य दुष्टस्य नाम अपि स्वीकरणीयं न भवति. भवितुं भवितुमर्हति, एतत्तु अङ्गीकृतः एव खलु, अङ्गीकृतमेव. अस्तु, अनन्तरं सुधा भगिनी आगतवती किम्? आम् महोदय. भवती पठति किम्? आम्. एवं सः ज्ञातास्वादः पौनःपुन्येन द्वादशवारम् आगत्य भारतम् अलुलुण्ठत. तस्मिन्नेव च संरम्भे एकदा गुर्जरदेशचूडायुतं सोमनाथतीर्थमपि धूलीचकार. अद्य तु तत्तीर्थस्य नामापि केनापि न स्मर्यते. परं तत्समये तु लोकोत्तरं तस्य वैभवम् आसीत्. तत्र हि महार्ह वैदूर्य पद्मराग माणिक्य मुक्ता फलादि जटितानि कपाटानि स्तम्भान् गृहावग्रहग्निः किं गृहावग्रहणीः भित्तिः वल्लभिः विटङ्कानि दीर्घम् अस्ति खलु. भित्तिः वल्लभीः विटङ्कानि च निर्मत्य अत्र एवं दीर्घः भवति चेत् विसर्गेण सह किं का विभक्तिः भवति? बहुवचनं द्वितीया द्वितीया बहुवचनम्. तत् विटङ्कानि सर्वान् निर्मत्य सम्यक् भिन्नवन्तः मथितवन्तः इति नाशं कृतवन्तः. रत्ननिश्चयमादाय शतद्वय मणसुवर्ण. मण इत्युक्ते तत्र स्वर्णस्य भारस्य कश्चन विभागः. पूर्वतनकाले तथा आसीत्. किलो इति तस्य व्यवहारस्य व्यवहारात् पूर्वं तथापि आसीत् भारते. शेर् पाऊ शेर् मणाम् इत्यादीनां कालः आसीत्. मणसुवर्णशृङ्खलावलम्बिनी चञ्चाकचक्य चकितीकृतावलोचक लोचननिचयां महाघण्टां प्रसह्य सङ्गृह्य महादेवमूर्तौ अपि गदाम् उदतूर्तावपि सोमनाथ मन्दिरे कथं नाशं कृतवान् इति तस्मिन् विषये अत्र किञ्चित् वदतु. अर्थ सुलभः एव अस्ति, भवती वदतु. एवं सः ज्ञातास्वा इत्युक्ते सः महामतः पौनःपुन्येन द्वादशं वारं तत्र आगत्य भारतं ज्ञातास्वादः एकवारं प्रथमवारं प्रथमवारम् आगत्य यदा अनेकं नीतवान् अनैषीत् इति पठितं खलु, नीतवान् तत्तु आस्वादं कृतवान् इदानीं रुचिम् अनुभूतवान्. अतः पौनःपुन्येन पुनः द्वादशवारम् आगतवान् अत्र. तत्तु पूर्वतनकाले चरित्रभागे पाठभागे एतस्य विषयः बहुधा आसीत्. इदानीं सः कालः नास्ति, इदानीं केनापि न स्मर्यते. अस्तु, तथा एव अलुलुण्ठत् सम्यक् लुण्ठनं कृतवान् इति. अपहृतवान्। अस्तु अनन्तरम् अग्रिमवाक्यम्। तस्मिन्नेव च स्वसरम्भे संरम्भे एकदा गुर्जरदेशचूडायितुं सोमनाथतीर्थमपि धूलीचकार। जोमनाथदिव्य देवालयं नाशितवान्। अनन्तरम् अद्य तु तत्तीर्थस्य नामापि केनापि न स्मर्यते, अत्र कोऽपि न स्मरन्ति। तीर्थम् इत्युक्ते अर्थद्वयं भवति। एकः तीर्थः इति नद्याः अथवा पुष्करिण्याः अपि अर्थः भवति, अन्यत्तु तत्र दिव्यक्षेत्रस्थलस्य अपि केवलं तीर्थम् इत्येव नाम भवति। अतः तत्तीर्थस्य नामापि केनापि न स्मर्यते इत्युक्ते तस्मिन् गुर्जरदेशे महोन्नतरीत्या यः देवालयः आसीत् तत्र किमर्थं तत्र भित्तिः एतत् सर्वं भङ्क्त्वा एव सः सर्वाणि रत्नानि स्वीकृतवान्। कथम् इत्युक्ते तत्र सर्वत्र देवालयस्य ऐश्वर्यं तावत् आसीत्, स्तम्भाः भित्तयः सर्वाः मणि रत्नमणि खचित आसीत्, खचितानि आसन्। अतः एव तत्सर्वं भित्त्वा रत्नानि अपहृत्य नीतवान् इति कारणात् सः ज्ञातास्वादः पुनः पुनः द्वादशवारम् आगत्य गुर्जरदेशस्य चूडायितं सोमनाथ तीर्थम् इत्युक्ते तत्र शिखरप्रायम् आसीत्, शिखरप्रायं देवालयं धूलीचकार ध्वंसितवान्। केनापि नाम अपि न स्मर्यते सोमनाथपुरस्य। परं तत्समये तु लोकोत्तरं तस्य वैभवम् आसीत्, प्रसिद्धम् आसीत्। उत्तरम् इत्युक्ते अस्मिन् लोके नास्ति उत्तरम् इति, तावत् अति आधिक्येन अति ऐश्वर्यम् आसीत् तस्मिन् देवालये। तत्र हि महार्ह वैडूर्य पद्मरागमाणिक्य मुक्तापलादि जटितानि कपाटानि स्तम्भान् गृहावग्रहणीः भित्तीः वल्लभीः विटङ्कानि च निर्मत्य। सो विटङ्कानि इत्युक्ते किं तत्र विटङ्कानि? व्याख्यायं पश्यतु। गृहावग्रहणीः इत्युक्ते उन्नतदेहलयः भवन्ति खलु देहलीः, तत् भित्तिः सर्वान् सः भिन्नवान्। वलभिः इत्युक्ते गोपानसि इति अस्ति, तस्य अर्थः कः? वलभिः इत्युक्ते अहं चिन्तयामि किञ्चित् वितने रूफ् मध्ये सीलिङ्ग् भवति खलु, तत् वलभिः इति चिन्तयामि। पश्यतु किञ्चित् कोशे। गोपानसि तु वल्लभीच्छादने वक्रदारुणी, तत्र अन्यत्र कुत्रापि पठितं, तत्र कदाचित् पूर्वतनकाले छदः उपरि स्थाप्यते खलु, तत्र आधाररीत्या दारुणी वक्रदारुणी स्थापयन्ति, इत्युक्ते वुडन् प्लाङ्क्स्, तत् प्लाङ्क्स् न, तत् वुडन् बीम्स्, तत् स्थापयित्वा तस्य उपरि एव छदं निर्मापयन्ति खलु, तथा तदेव तत्रापि तादृशस्तम्भाः सर्वे अपि भित्तयः वल्लभयः सर्वाः अपि रत्नपूर्णम् आसीत्। शतद्वयम् अणसुवर्णं, 200 मण इत्युक्ते टन् इति स्वीकरोतु, तावत् भारं स्वर्णं स्वीकृतवन्तः। शृङ्खलावल्लम्बीनि चञ्च चञ्चा मणानां विंशतयः तत्र एकं टन् भवति। अस्तु, शृङ्गलावलम्बिनी चञ्चकचकिति कृतावलोचक महाघण्टायाः देवालयस्य अत्युन्नतस्थले आसीत् महाघण्टा, तत्र शृङ्खलावलम्बिनी घण्टां वादयितुं शृङ्खला भवति खलु, तत् गृहीत्वा एव घण्टानादः क्रियते, तत्र तत् सर्वं सः लुण्ठनं लुण्ठितवान् इति। अग्रे यत्र पश्यतु चञ्चच्चाचक्य इत्यादि तेषाम् अर्थं पश्य वदतु, पठतु व्याख्याने। चञ्चता समुच्छलता चाकचक्येन चकिती कृतः विस्मेरीकृतः। अवलोचकयोचनानां विस्मयी कृतः इत्युक्ते किं? तत्र विस्मयम् आनीतम् इति. ओ विस्मयम्. ओके. अवलोचक लोचक लोचनानां द्रष्टु द्रष्टु जननयनानां द्रष्टृजननयनानां स्पेक्टेटर्स् ऐस् तावदेव. ओ तेषां नयनानि विस्मयीकृतानि इति. एतत् घण्टां दृष्ट्वा एतां घण्टां दृष्ट्वा सर्वेषां जनानां लोचनानि बहु विततानि विशालानि अभवन् आश्चर्येण विस्मिताः भूत्वा ते तदेव घण्टां तामेव घण्टां पश्यन्तः एव सन्ति जनाः. तादृश शृङ्गावलम्बिनीं घण्टामपि सः कथं किं कृत्वा नीतवान्? बलेन बलवत् बलेन अधिकबलेन संगृह्य महादेवमूर्तौ अपि गदाम् उदत्तुलत् तत् भङ्क्तुं सः गदाम् उन्नीतवान्. तदा अर्चकः तं प्रार्थयन्ते. तत् अग्रे अखिला भगिनी भवती पठति किम्? आम् महोदय, पठामि. अथ वीर गृहीतमखिलं वित्तं पराजिता आर्यसेनाः वन्दीकृता वयं सञ्चितममलं यशः. इतोपि न शाम्यति ते क्रोध क्रोधः चेत् अस्मान् ताड्य मारय ताडय मारय छिन्दि भिन्दि पातय मञ्चय खण्डय कर्तय ज्वलय. किन्तु त्यजेमाम किञ्चित् करीञ्जडा महादेवप्रतिमा. यद्येवं न स्वीकरोषि तद् गृहाणस्मत्तोऽन्यदपि सुवर्णकोटिद्वयं. गृहाण अस्मत्तः अन्यदपि सुवर्णकोटिद्वयम्. गृहाणास्मत्तोऽन्यदपि सुवर्णकोटिद्वयं त्रायस्व मैनां भगवन्मूर्ति स्प्राक्षीः इति. मा एनां भगवन्मूर्तिं स्प्राक्षीः इति साम्रेडं कथयत्सु रुदत्सु पतत्सु विलुण्टत्सु प्रणमत्सु च पूजकवर्गेषु. नाहं मूर्ति विक्रीणामि किन्तु मूर्तीः विक्रीणामि किन्तु इति सङ्गर्ज्य जनताया हाहाकार कलकलमाकर्णन् आकर्णयन् घोर घोरगदया मूर्तिमत् एकवारम् अहं पठामि किञ्चित् तथा अनुवर्तनं कुर्वन्तु अन्त अग्रे अग्रे. वीर गृहीतम् अखिलं वित्तं पराजिताः आर्यसेनाः बन्दीकृताः वयं सञ्चितम् अमलं यशः. इतोपि न शाम्यति ते क्रोधः चेत् अस्मान् ताडय मारय छिन्दि भिन्दि पातय मज्जय खण्डय कर्तय ज्वलय. किन्तु त्यजे मामकीं किञ्चित् करीं जडां महादेवप्रतिमाम्. अकिञ्चित् करीं जडाम् इत्युक्ते मूर्तिः अस्ति चेत् यद्यपि सर्वशक्तः भगवान् तत् सर्वं भवतु, देवालये मूर्तयः याः सन्ति ताः केवलम् अकिञ्चित्करी जडा एव भवति खलु. स्व रक्षणार्थं किमपि न कुर्वन्ति मूर्तयः. अतः त्यजतु जडा महाजडां महादेवप्रतिमां किमर्थं भिन्नति मास्तु इति वदति. यदि एवं न स्वीकरोषि तथा न करोति चेदपि अहं वयं गृहाणा अस्मत्तः अन्यदपि सुवर्णकोटिद्वयं. तत्र विग्रहं त्यजतु, सुवर्णकोटिद्वयं वयं दद्मः इति. त्रायस्व मा एनां भगवन्मूर्तिं स्प्राक्षीः इति साम्रेडं कथयत्सु रुदत्सु पतत्सु विलुण्ठत्सु प्रणमत्सु च पूजकवर्गेषु नाहं मूर्तिः विक्रीणामि किन्तु भिनद्मि इति सङ्गर्ज्य जनतायाः हाहाकार खलखलम् आकर्णयन् अग्रे तथा गच्छति. किञ्चित् भावेन पठन्तु. अत्र तु महामदः एव अस्ति. अस्तु, तत् विग्रहस्य भङ्गम् अस्मिन् अस्मिन् मन्दिरे महादेवस्य प्रतिमा आसीत् वा पूर्वं? प्रतिमा इत्युक्ते न प्रतिमा न भवति खलु, किन्तु अस्मिन् मन्दिरे आसीत् इति वैशिष्ट्यं किमपि आसीत् वा? इत्युक्ते शिवस्य मूर्तिः नास्ति खलु, प्रतिमा नास्ति, तत्र लिङ्गमेव अस्ति. लिङ्गमेव, ज्योतिर्लिङ्गम् इतोपि अस्ति खलु तत्र इदानीं. गुर्जरदेशे खलु एतत्, गुजरात् देशे ज्योतिर्लिङ्गेषु एकं. गुर्जरदेशे इत्युक्ते इदानीं कुत्र अस्ति तत्? गुजरात् सोमनाथपुरं. बहु बहु बृहत् अस्ति शिवलिङ्गं तु तत्र. यत्तु पूर्वमासीत् तत्तु गतम्. तदपि शिवलिङ्गमेव भगिनि, तदपि शिवलिङ्गमेव. काश्यामपि एवमेव, काश्यामपि यत् लिङ्गम् इदानीम् अस्ति तत्तु पूर्वं नूतनम् एतत् तु पूर्वं यत् आसीत् औरङ्गजेबः. उत्तरदेशेषु बहूनां देवालयानां नाशः भवत्येव, अतः सः मूर्तिं न विक्रीणामि भिनद्मि इति सङ्गर्ज्य गदां उदतुलयति इति उन्नतीकरोति. किं भवति तदनन्तरम् अग्रे? तत् पठित्वा विरमामः. कदापातसमकाल तत्र सर्वैः पठितं किम्? अस्तु, अतः लक्ष्मीनारायणमहोदयः अस्ति चेत् अवशिष्टं तत्र केवलम् इतोपि वाक्यत्रयम् अस्ति इति मन्ये. सः नास्ति चेत् लक्ष्मीनारायणमहोदय अस्ति, लक्ष्मीनारायण लक्ष्मीनारायण. अस्तु, पठ्यताम्. तद् म्यूट् मध्ये अस्ति महोदय. गदापातसमकालमेव चाणेकार्बुद च अनेक अद्भुत पद्ममुद्रामूल्यानि रत्नानि मूर्तिम् उद्धायतुम् मूर्तिमध्यात् मूर्तिं मूर्तिमध्यात् उच्छलितानि तानि परितो परितः अवाकीर्यन्त. पश्यतु देवालयेषु तथा एव, यदा विग्रहः प्रतिष्ठाप्यते देवस्य भगवतः विग्रहं स्थापयन्ति खलु, प्रतिष्ठां करोति, तत्पूर्वं तत् अधः अनेकानि रत्नानि तत्र संरक्षणार्थम् अपि अनन्तरं शास्त्ररीत्या अपि किञ्चित् तत्र रत्नानि स्थापितव्यानि साधारणतया तदर्थम् इति कारणद्वयेन तत्र स्थापयन्ति. अतः एव गदापातसमकालमेव अनेक अर्बुदम् इत्युक्ते सङ्ख्या का इति जानन्ति खलु, पद्म बिलियन्स् इति भवितुम् अर्हति. पद्ममुद्रामूल्यानि रत्नानि इत्युक्ते एते सर्वेषां रत्नेषु तस्य देवालयस्य मुद्रा इति कारणेन पद्ममुद्रा कमलस्य मुद्रा आसीत् तत्र. मूर्ति उच्छलितानि मूर्ति मूर्तेः भङ्गः भवति तत्र विग्रहस्य अन्तर्भागे रत्नानि तावन्ति रत्नानि आसन् न तु अधः परितः अवाकेर्यन्त. अग्रे स च दग्धमुखः तानि रत्नानि मूर्तिकण्ठानि खण्डानि च क्रमेलकपृष्ठेषु पृष्ठेषु इत्युक्ते आन् द बेक् आफ् द कैमल्स्. क्रमेलक इत्युक्ते उष्ट्राः, तेषां पृष्ठेषु पृष्ठभागे आरोप्य सिन्धु नदम् उत्तीर्य फकी विजय वजनीं गजनीं नाम राजधानीं प्राविशत्। तत्र तत्र साधारणतया तद् तं परितः उत्तर भारतस्य बहिः किञ्चित् अधिकतया तत्र उष्ट्राः एव सन्ति खलु, राजस्थान् मध्येपि उष्ट्राः एव सन्ति, अतः मरुभूमिः भवति तत्र सर्वत्र इति कारणात्, अतः तेषां पृष्ठेषु आरोप्य न सः न मूर्तिखण्डानि अपि न त्यक्तवान्, स्वर्णविग्रहः आसीत् प्रायः इति मन्ये, अतः मूर्तिखण्डानि अपि आरोप्य सिन्धुनदम् उत्तर्य, अत्र किमर्थं सिन्धुनदम् इति अस्ति इति कारणं जानाति खलु, सा नदी नदी सिन्धुनदी तु पुल्लिङ्गपदं भवति, पुल्लिङ्गे अस्ति, अतः सिन्धुनदम् उत्तीर्य स्वकीयां विजयध्वजिनीं गजिनीं, विजयध्वजिनीम् इत्युक्ते तत्र ये सर्वत्र द्वादशवारमपि सः जयं प्राप्तवान् इति कारणात् तत्र सर्वदा विजयध्वजः एव भवति, तादृशीं गजिनीं नाम राजधानीं प्राविशत् सः, तावत् कृत्वा गतवान्, तस्य भारतस्य ऐश्वर्यम् अत्यधिकम् ऐश्वर्यम् एवमेव गतम्। अस्तु, क्यामल् इति पदं क्रमलकः तः आगतः प्रायः खलु, क्यामल् क्रमलकः क्रमेलकः क्रमेलकः क्यामल् इति आङ्ग्लभाषायां क्यामल् प्रायः क्रमेल इति पदेन एव आगतं, पदादेव आगतं क्यामल् इति, परन्तु अरबिक् मध्ये गिमेल् इति अस्ति, आहो अतः आगतः। अस्तु, किञ्चित् अग्रिमसप्ताहात् पूर्वम् अग्रिमभागान् सर्वान् किञ्चित् पदे पदे पठित्वा आगच्छन्तु, तत्र सौन्दर्यमेव पठने अपि पठने एव सौन्दर्यमस्ति, यदा तथा पठति भावपूर्वकं पठनं भवति, अर्थं सम्यक् अवगन्तुं शक्नुमः, तत्र एव पठने एव तत् अर्थः अवगम्यते, पश्यतु गतसप्ताहस्य अपेक्षया अस्मिन् सप्ताहे सप्ताहे पठनं किञ्चित् अभ्यासितं दृश्यते, अनन्तरम् अभ्यसितं दृश्यते, अनन्तरं वेगः अपि अधिकः अस्ति आसीत् इति मन्ये, तु भवन्तः किञ्चित् पठित्वा आगच्छन्ति चेत् उत्तमम्। अस्तु महोदय, नदः इति किमर्थम् एकवारं पुनः वदति वा कृपया? तत्र पश्चिम तत्र याः नद्यः तत्र पश्चिमदिशः पूर्वदिशः पश्चिम प्रति आगच्छति ताः पुल्लिङ्गे भवन्ति, सर्वाः नद्यः तथा न, अहं सिन्धुनदम् इति पुल्लिङ्गे नदः इति भवति, इतोपि इतोपि के नद्यः काः नद्यः भवन्ति तथा पुल्लिङ्गपुत्र अपि अस्ति खलु, ब्रह्मपुत्र ब्रह्मपुत्र जानामि, नर्मदां विहाय नर्मदा यद्यपि नर्मदा पश्चिमदिश नदी परन्तु नर्मदा नदी नदी एव भवति, नदी एव भवति, किमपि कारणं भवेत्। अस्तु, शान्तिमन्त्रं वदामः, ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः, सर्वेभ्यो नमः, धन्यवादः, धन्यवादः, शुभरात्रिः। Thank you.